पुनश्च त्रयाणां सहचारित्वाद् वैपरीत्यं कुतः स्थितं घटते जरठा माता तरुणौ तनयाविति। त्रयाणां सहचारित्वाद् वैपरीत्यं कुतः स्थितं घटते जरठा माता तरुणौ तनयाविति। त्रयाणां सहचारित्वात् वयं त्रयः सहचारिणः, तस्मात् वैपरीत्यम् इदं कुतः स्थितं, कुतो जातम् इति पृच्छति। एतत्तु घटते यत् जरठास्यान्माता तनयौ तरुणौ स्याताम् इति।